सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रेरणार्थे निच् इति, तत्र विशेष अजन्तदातवः इति विषयः अनुवर्तते। तर्हि अग्रे गमनात् प्राक् अत्र कोऽपि पुनःस्मरणत्वेन वदतु, अत्र एतावता अस्माभिः किं किम् अधीतम् अजन्तधातूनां विषये। विजयलक्ष्मीभगिनी वदतु। भगिनी अन्यस्मिन् अन्येषां पृच्छतु, मम ध्वनिमुद्रणं श्रोतुम् अस्मिन् सप्ताहे समयः न आसीत्, अतः ऐ एम् नाट् प्रिपेर्ड्। अस्तु अस्तु, नास्ति चिन्ता। अन्य कः वदति अथवा का वदति इत्युक्ते सर्वं वक्तव्यम् इति नास्ति, यद् मनसि आयाति तद् वक्तुं शक्नोति खलु विजयलक्ष्मी भगिनी। यत् किमपि किमपि ज्ञाय सर्वं वक्तव्यम् इति नास्ति। भवती एकं विषयं स्वीकृत्य वदतु, अन्ये इतोपि अग्रे विस्तारयन्ति। अत्र पश्यतु भवती आगमः अपि च कुत्र पुक् आगमः भवति तत्तु उत्सर्गरूपेण अर्ति ह्रि व्लीरि सूत्रेण पुक् आगमः भवति, परन्तु केषाञ्चन आकारान्तधातूनां पुक् आगमः न भवति। तत्र युक् आगमः भवति, अपि च कुत्रचित् लुक् आगमः भवति, कुत्रचित् लुक् आगमः भवति, तत्र किञ्चित् मम डीटेल् सम्यक् नास्ति मम समीपे, परन्तु किमपि ली अनन्तरं लो इति धातुद्वयं तत्र केषां कस्मिन् अर्थे किं भवति इति किञ्चित् पठितवन्तः, तत्रापि स्मरणं सम्यक् नास्ति। किञ्चित् मेल्टिङ्ग् इत्यर्थे आसीत् खलु, तैलं स्नेहः स्नेहविपातने, तत्र ली लो तेषां नुक् आगमः अपि च लुक् आगमः किमपि आसीत्, तत्र मम स्मरणं सम्यक् नास्ति। अस्तु अस्तु, समीचीनम्। एतावत् भवती किम् उक्तवती इति चेत् आकारान्तधातूनां पुगागमः भवति इति उत्सर्गमस्ति, आकारान्तधातूनां पुगागमः भवति इति उत्सर्गमस्ति, इति उत्सर्गः अस्ति। तर्हि तस्य अपवादाः अपि सन्ति, यथा तत्र शाचा साह्वा व्यावेपाम् इत्यनेन ये धातवः उल्लेखिताः तेषां युगागमः भवति, पुगागमं प्रबाद्य युगागमः भवति इति एकः अपवादः। अपि च तत्र पारक्षणे इति आकारान्तधातुः, तत्र पुगागमः न भवति परन्तु लुगागमः भवति, पालयति इति लुगागमः भवति इति अपि एकः विशेषः अस्ति। तर्हि सामान्यं पुगागमः, तत्र विशेषाः सन्ति परिगणितानां धातूनां युगागमः, अपि च पादातोः लुगागमः इति त्रयः विषयः, त्रयः विषयः। अनन्तरं तत्र वै इति धातोः यदा एजन्तः अस्ति, एजन्तानाम् आदेशोपदेशशिति इत्यनेन आत्वं भवति, यतः वा इति आकारान्तः भवति, तत्र वै इति शोषणे अस्ति चेत् पुगागमः भवति, परन्तु कम्पने कम्पने इत्यस्मिन् अर्थे अस्ति चेत् वो विदूनने जुक् इत्यनेन जुगागमः भवति, अतः वाजयति इति रूपम्। तदनन्तरं ला इति आकारान्तधातुः विषये यथा भगिनी उक्तवती, लीलोर्लुग्लुकावन्यतरस्यां स्नेहविपातने इत्यनेन ला धातोः तत्र लुगागमः भवति, लालयति लुगागमः भवति ली धातुः अग्रे अपि आयाति, ईकारान्तधातुः अग्रे आयाति. अनन्तरम् अस्माभिः तत्र मित् धातूनां विषये अपि पठितं. मित् धातुः, केचन धातवः मितः सन्ति. मित् इत्यस्य संज्ञायाः प्रयोजनं किम् इति चेत्, मितां ह्रस्वः इत्यनेन उपधायाः स्वरस्य ह्रस्वत्वं भवति. तत्र के धातवः मितः इति प्रश्ने कृते वस्तुतः गणद्वयं वर्तते, घटादिगणः अपि च ज्ञापादिगणः इति. घटादिगणः तु भुवादिगणे अस्ति. तत्र बहवः धातवः सन्ति ये मितः सन्ति. अपि च चुरादिगणे ज्ञापादयः षट् इति षड् धातवः सन्ति ये मितः सन्ति. चुरादिगणे ये षड् धातवः सन्ति ते मितः केवलं स्वार्थे एव, न तु प्रेरणार्थे. घटादिगणे ये धातवः सन्ति ते तु मितः, प्रेरणार्थे मितः इति दृष्टम्. अपि च घटादिगणे एव अन्ये अपि केचन धातवः सन्ति ये अर्थविशेषे मितः सन्ति. इत्युक्ते सर्वदा मित् इति नास्ति, परन्तु अर्थविशेषे मितः सन्ति. यथा अस्माभिः दृष्टं ज्ञा, ग्लास्, ना, श्रा इत्यादि इत्यादयः सन्ति, इत्यादयः धातवः सन्ति ये मितः सन्ति. तदस्माभिः दृष्टं. तदनन्तरम् इदानीं तत्र ज्ञा इति धातुः मारणतोषणनिशामनेषु इत्येषु अर्थेषु मित् अस्ति. मारणं, तोषणं, निशामनम् इति. अनन्तरं श्रा इति धातुः तत्र पाकार्थे मित् अस्ति. श्रा इति पाकार्थे मित् श्रपयति इति अस्ति पाकार्थे. परन्तु स्वेदनार्थे मित् नास्ति. स्वेदनम् इत्यस्मिन् अर्थे मित् नास्ति. तत्र श्रापयति इति रूपं भवति. एवं तत्र स्मृ इति धातुः मेडिटेशन् इत्यस्मिन् अर्थे स्मरयति इति मित् अस्ति. परन्तु स्मारणम् इत्यस्मिन् अर्थे स्मारयति इति रूपमस्ति. एवं दृ इति धातुः भयार्थे मित्, अन्येषु अर्थेषु मित् नास्ति. इति अर्थविशेषे मितः सन्ति केचन धातवः इति एतावत्पर्यन्तम् अस्माभिः प्राप्तम्. अनन्तरं तत्र ग्लास्, ना, वनु, वमां च इति, तत्र ग्ला धातुः, स्ना धातुः, वनु, वमा इति धातुः, वनु, वम् इति धातुः. उपसर्गरहितः चेत् विकल्पेन मितः भवन्ति, विकल्पेन मितः उपसर्गरहित्ये. उपसर्गः अस्ति चेत् नित्यरूपेण मितः इति ग्लास्, ना, वनु, वमां च इति तत्र गणसूत्रम् अस्ति. इति इत्युक्ते अत्र एतत् सर्वं वयं स्मर्तुं न शक्नुमः. तर्हि किं मनसि स्थापनीयम् इति प्रश्ने, तत्र मूलतया आकारान्तदातवः तेषां पुगागमः भवति इति स्थापनीयम्. अनन्तरं परिगणितानां युगागमः भवति इति अपि स्थापनीयम्. तत्पश्चात् अर्थविशेषे कम्पनार्थे अस्ति चेत् जुगागमः भवति, स्नेहविपातनार्थे अस्ति चेत् लुगागमः भवति. इत्युक्ते तत्र वाक्यप्रसङ्गे यदा विशेषरूपं वयं पश्यामः, आकारान्तधातुः अस्ति परन्तु तत्र पुगागमः न दृश्यते इति वयं पश्यामः चेत् तदानीम् अस्माकं मनसि तत्र ज्ञापनं भवति यत् ओ अस्तु, अत्र अर्थविशेषे अस्ति इति कृत्वा तदानीं वयं सूत्रम् आगत्य द्रष्टुं शक्नुमः खलु. इत्युक्ते सामान्य आकारान्तधातुः अस्ति चेत् पुगागमः स्यात् इति उत्सर्गः अस्ति. यदि पुगागमं न पश्यामः तदानीम् अस्माकं मनसि प्रश्नः भवति, कस्मिन् अर्थे अस्ति अत्र प्रयोगः इति प्रश्नः भवति खलु. तावद् वयं स्मर्तुं शक्नुमः चेत् पर्याप्तं. तदनन्तरं वयं सूत्रं तत्र अष्टाध्यायीं वयं द्रष्टुं शक्नुमः अथवा करपत्रं द्रष्टुं शक्नुमः. किमर्थम् अर्थविशेषः कः अस्ति अर्थविशेषः इति वयं द्रष्टुं शक्नुमः. इत्युक्ते लापयति, ला धातोः लापयति इति सामान्यरूपम् अस्ति, परन्तु लालयति इति विशेषरूपम् अस्ति खलु. एतादृशं वाजयति इति विशेषरूपम् अस्ति. यदि वाजयति इति वाक्यप्रयोगे अस्ति तदानीं तत्र ओ अस्तु, अत्र अर्थविशेषे अस्ति, अर्थः कः इत्युक्ते वाजयति इति शोषणम् इति अर्थः नास्ति अत्र इति तत्र तादृशस्फुरणं यदा मनसि भवति तदेव अस्य वर्गस्य लक्ष्यमस्ति तावदेव इत्युक्ते सर्वं स्मर्तव्यम् इति नास्ति यतोहि इदानीं स्मरामः चेदपि किञ्चित् कालानन्तरं विस्मरणं जायते परन्तु किं परन्तु सिद्धान्तः मनसि अस्माभिः धर्तव्यः कः सिद्धान्तः इति चेत् सामान्यं पुगागमः अस्ति परन्तु विशेषः अस्ति चेत् अन्य आगमः अपि भवितुम् अर्हति इति वयं स्मरामः चेत् पर्याप्तम् अस्तु इदानीम् अग्रे गच्छामः इकारान्तदातवः इति अस्ति तर्हि नीना भगिनी आरब्धुमिच्छति वा अस्तु भगिनि इकारान्तदातवः सामान्य अवस्था अचोन्यति इत्यनेन वृद्धिः एचोयावः इत्यनेन आयादेशः नी नायति यावन्तः इकारान्तदातवः ईकारान्तदातवः च अपवादभूताः सन्ति तेषां वर्णनं अधः भवन्ति कोऽपि धातुः अधः सूचितः नास्ति चेत् तर्हि सामान्यरूपेण एव तस्य ण्यन्तरूप व्युत्पत्तिः इति बोध्यम् अत्र ईकारान्तः अपि ईकारान्तदातुः अस्ति तत् साधारणतया चोन्यति इति सूत्रेण वृद्धिः भवति तदनन्तरम् एचोयावः आयादेशः नी उदाहरणं नीयति नायति इति भवति नयि तदनन्तरं एचोयवः नायति इति भवति इदानीम् अग्रे अपवादः सन्ति इति उक्तं तत्र पठामि वा कृपया भगिनि गतवर्गे अस्माभिः पठितं खलु अत्र सूत्रस्य सारांशः कः इति एकवारं वदतु कस्य सूत्रस्य भगिनि अचोन्यति इति वा न न अग्रे अस्ति खलु क्रिञ्जीनां नौ इति तत्र क्रिञ्जीनां नौ इति सूत्रेण तत्र एचः आत् नौ इति अस्ति तत्र निचिपरे येषां धातूनां क्री क्रयादिगणे लटि क्रीणाति जी भुवादिगणे लटि जयति अधि अयोगः इ इङ् अध्ययने नित्यम् अधिपूर्वः अदादिगणे लटि अधीते निचि परे येषां धातूनाम् एचः स्थाने आदेशः भवति क्रीन् इङ् च जिश्च तेषाम् इतरेतरद्वन्द्वः क्रिङ् जिष्टेषां क्रिङ्जीनां क्रिङ्जीनां षष्ट्यन्तं नौ सप्तम्यन्तं द्विपदमिदं सूत्रम् आदेश उपदेशे अशीति इत्यस्मात् आत् एचः इत्यनयोः अनुवृत्तिः भवति अनुवृत्तिसहितसूत्रं क्रिङ्जीनाम् एचः आत् नौ तत् क्रिङ् योगः धातुत्रयमस्ति तत्र क्री धातु क्रयादिगणे जी धातु वादिगणे अधि ई धातु अदादिगणे अस्ति तत्र आत्वं भवति परन्तु तत्र केन सूत्रेण विशेषसूत्रेण क्रीञ्जीनां लौ इति सूत्रेण आत्वं स्वीक्रियते क्रीं योगः निच् अचोन्यति इत्यनेन वृद्धिः भवेत् क्रै योगः इ क्रीञ्जीनां नौ इत्यनेन एचः स्थाने आदेशः क्रा योगः इ अर्तिह्रीक्ष्मायातां पुग्नौ इत्यनेन पुग् आगमः क्रा योगः पुग् इ क्रापि इति निजन्तधातुः क्रापयति अत्र किम गतवर्गे चर्चा अस्ति तत् किमर्थम् आदेश उपदेशे शिति तत्र आत्वं न भवति किल तत् आदेश उपदेश शिति इत्यस्मात् आत् भवितव्यं परन्तु किमर्थं तादृशं धातु विशेषधातुः अस्ति धातुत्रयाणां किमर्थं विशेषधातु दत्तम् इति पाणिनिमहर्षिणा तत् उत्तरमस्ति तत्र क्री धातु आदेशे उपदेशे शिति तत्र उपदेश अवस्थायाम् एव तत्र आप् भवति, परन्तु अत्र क्रीधातु निजन्तयोगनेन क्रै भवति, एजन्तधातुः भवति, तस्मात् नूतन सूत्रम् अस्ति तत्र क्रिञ्जीनां नौ इति, तस्मात् क्राप् क्रै भवति, क्रै योगः अचोन्यति सूत्रेण क्रै भवति निजन्त योजनेन, तदनन्तरं क्रै इ तदनन्तरं क्रा क्रा इति क्रा आ आत्वं भवति, क्रिङ् क्रिङ्नां नौ इति नूतनसूत्रेण आत्वं भवति क्रायोगः इ, तदनन्तरं पुगागमः हर्ति अर्ति ह्री अर्ति ह्री क्ली क्यूनिक्ष्मायातां पुग्नौ इत्यनेन पुगागमः क्रा पुक् योगः हि क्रापि, तदनन्तरं क्रापि योगः कीदृशगणः अस्ति, क्रापयति शप् इति भवति तत्र क्रापे क्राप एचोयोगः क्रापयति इति अन्तिमरूपं, जी योगः निच् अचोन्यति इत्यनेन वृद्धि जै साधारणतया भवितव्यं, परन्तु तत्र क्रीञ्जीनां नौ इति नूतनसूत्रेण आत्वं भवति जै निज अचोन्यति सूत्रतः आत्वं भवति क्रीञ्जीनां नौ इति सूत्रेण जा योगः इ भवति, तदनन्तरम् अर्ति ह्री वि क्यू क्ष्माया तां पुग्नौ जनेन पुगागमः भवति, जा जा योगः पुक् योगः जापि इति निजन्तधातुः, तदनन्तरं जापयति इति अन्तिमरूपम्, इ इति अदादिगणे भवति, इ योगः निच् चोन्यति इति सूत्रेण ऐ भवति वृद्धि भवति, ऐ योगः इ नूतनसूत्रेण क्रिञ्जीनां नौ इत्यनेन एचः स्थाने आ आदेशः, आयोगः इ अर्ति ह्रीव्यु युलि क्युनिक्षाम्याया तां पुग्नौ इत्यनेन पुगागमः, आपि इति नूतनधातु भवति, तदनन्तरं शप् शप् भवति, आपि योगः शप् आपे योगः शप् तदनन्तरं तित् भवति आपयति, ई धातु सर्वदा अधि उपसर्गेण भवति, सो अध्यापयति इति अन्तिमरूपम्। बहु सम्यक् श्रूयते, सम्यक् सम्यक् सम्यक्तया उक्तवती। अत्र एतावत् अस्माभिः गतवर्गे प्राप्तमासीत्, क्रिञ्जीनां नौ इत्यपि सूत्रं दृष्टम् गतवर्गे। तर्हि एतावता कोऽपि प्रश्नः अस्ति वा? आम् अग्रे प्रश्नः अस्ति, पृच्छामि वा? तत्र किमर्थम् एचः स्थाने इति उक्तं, यदि क्रीं जीना नौ आत् इति वदामः चेत् तत् पर्याप्तं किल? क्री स्थाने आ भवति, अलौन्त्यस्य इत्यनेन अकारः भवति, यतोहि लीलो लुक् लीलोर्नुक् लुक् वन्यत्रस्यां तत्रापि तत्र विशिष्ट उक्तत्वा तत्र आत्वं भवितुम् अर्हति किल? एचः स्थाने वक्तव्यं वा? न, क्रीञ्जीनां नौ इत्यत्र इदानीं प्रश्नः अस्ति, क्रीञ्जीनां नौ अपि च अचोयणिति, अचोयणिति इति सूत्रस्य प्रसक्तिः अस्ति खलु निष्प्रसङ्गे? अस्ति, सत्यं सत्यं भवति, परन्तु यदि विशेष उक्तत्वा तत्र तु क्रीस्थाने यदि क्रीङ् इति वदामः चेत् क्रीङ् एव तत्र अपवादरूपेण भवितुम् अर्हति किल? अचोन्यति इत्यस्य अपवादरूपं भवितुम् अर्हति किल? तर्हि क्री इत्यस्य स्थाने किं कर्तुम् इच्छति? आत् इति वदामि, आत् इति वदामि चेत् अलौन्त्यस्य इत्यनेन इकारस्य स्थाने आकारः भवितुम् अर्हति, इङ् अपि तत्र इङ् इतपि तत्र ई स्थाने आ भवितुम् अर्हति किल? आ इति कृत्वा क्रापि इति अस्ति, तर्हि इदानीं जी स्थाने इकारस्य स्थाने आकारः जापि इति भवति, अधीङ् इत्यत्र अधीङ् इत्यपि अदिङ्गित् ई स्थाने ई वदामः चेत् सर्वेषां ग्रहणं भवितुम् अर्हति न, ह्रस्व इकारः दीर्घ इकारस्य अपि भवितुम् अर्हति. तर्हि ईकारस्य स्थाने आकारः इति वयं कुर्मः चेत् तर्हि एचः इति किमर्थम् आवश्यकता नास्ति इति भवती वदति खलु? आम् सत्यम्. अचोन्यते इत्यस्य प्रसक्तिः किमर्थं? तत्र तु अपवादरूपेण भवितुम् अर्हति. तत्र यतोहि अचोन्यते इति सूत्रस्य सङ्ख्या का? परसूत्रमस्ति भगिनि. तत्र तु सप्तमाध्याय द्वितीयपादे अस्ति. एतत्तु षष्ठमाध्याय प्रथमपादे अस्ति. अपवादसूत्रं कुत्रापि भवितुम् अर्हति किल? पूर्वमपि भवेत् अनन्तरमपि भवेत्. हा परन्तु अत्र सूत्रसङ्ख्या तु अङ्गकार्ये नास्ति खलु? ओ सप्तमाध्याय द्वितीय ओ षष्ठमाध्याय षष्ठाध्यायस्य प्रथमपादे अस्ति. इदं सूत्रं तु अङ्गाधिकारे नास्ति. अङ्गाधिकारे नास्ति. अस्तु सप्त ओके. अचोन्यते अङ्गाधिकारे अस्ति. तदेव भेदः अस्ति वा तत्र? परन्तु अङ्गस्य कार्यमेव भवितुम् अर्हति न? क्रीं जीना तु तत् धातोः कार्यमेव भवितुम् अर्हति. इद अङ्ग अङ्गाधिकारे नास्ति चेदपि सत्यमेव अङ्गकार्यमेव. यतोहि प्रत्यये परे कार्यं निचिपरे एव भवति खलु. एचः स्थाने आत्वम् अतः अङ्गकार्यम् इति एव मन्तव्यम्. एवं चेत् तत्र एचः इति मास्तु, क्रिञ्जीनाम् आत् नौ इति अस्ति. अस्य इति भगिन्याः प्रस्तावः. अस्य विषये किमपि वक्तव्यं वा? केनचित् दोषः कुत्रचित् भवति वा? यतोहि तत्र पुगन्त अत्र किं सारधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति, अचोयनिति इत्यस्य प्रसक्तिः अस्ति, अपि च क्रिञ्जीनां नौ इति सूत्रं यदा तत्र वृद्धिः भवति तदानीं आत्वं भवति इति सूत्रे उक्तं. भवती वदति तत्र वृद्धिः एव मास्तु, साक्षात् आत्वं कुर्मः इति अस्ति. परन्तु तत् प्रकरणे अस्ति खलु इदं सूत्रम्? इदं सूत्रं प्रकरणे अस्ति खलु? आत्वप्रकरणे अस्ति. भवती वदति आत्वप्रकरणे अस्ति चेदपि तत्र पश्यामः अस्य अनन्तरं एचः इति अस्ति. एचः इति आवश्यकमस्ति वा इति चिन्तयामि. षष्ठादेशे प्रथमपादे अस्ति. इदानीं तत्र एतस्य अनन्तरं सिद्ध्यते रपारलौकिकैः विभाषा लीयते. विभाषा लीयते इत्यत्र एचः इत्यस्य आवश्यकता अस्ति. मीनाति मीनोति दीङ्गां ल्यपि च इत्यत्र एचः इत्यस्य आवश्यकता अस्ति. सत्यं सत्यं तदस्ति. परन्तु अत्र स्थापितम् आवश्यकम्, अत्र स्थापनीयं वा इति मम प्रश्नः. यतोहि तत्र एचः अन्यत्र कुत्र स्थापयितुम् इच्छति तत् न जानामि भगिनि. प्रश्नः मनसि आगतः तत्रैव. तत्र किञ्चित् इदानीम् अहं किं वदामि इति चेत् एतादृशप्रश्नाः बहु सम्यक् प्रश्नाः अत्र एतादृशप्रश्नाः बहु सम्यक् सन्ति. परन्तु अहं किं पृच्छामि इति चेत् भवन्तः तादृशस्तरे सन्ति, अत्र केवलं प्रश्नस्य उद्भावः मास्तु, तस्य उत्तरं किं भवितुम् अर्हति इति अपि चिन्तयन्तु. अस्तु पश्यामि भगिनि अग्रिमकक्षायां. उत्तरं किं भवितुम् अर्हति इति अपि चिन्तयन्तु. तदानीं किं भवति इति चेत् तदानीं सर्वेषां लाभाय भवति. प्रश्नः कः इति अपि जानाति, उत्तरं किम् इत्यपि जानाति खलु. तदानीं सर्वेषां लाभाय भवति. यतोहि भवती तु तादृशं कर्तुम् अर्हति इति कृत्वा प्रयत्नं करोमि भगिनि. अस्तु भगिनि, अग्रिमकक्षायां दृष्ट्वा वदामि किमर्थं. अहमपि चिन्तयामि. इदानीं तु तत्र दोषः कुत्रचित् भवति वा न वा इति समग्रतया चिन्तनीयं भवति. अपि च अत्र तस्मिन् आत्मप्रकरणे अस्ति सूत्रं, तर्हि अग्रे एचः इत्यस्य अनुवृत्तिः आवश्यकी वा अग्रिमसूत्रेषु इत्यपि द्रष्टव्यं. तत्र यथा इदानीं स्मरामि विभाषा लीयतेः अपि च मीनाति मीनोति दीङ्गां ल्यपि च उभयत्र एचः विषये इति अस्ति. एचः इत्यस्य अनुवृत्तिः अस्ति तत्र. तर्हि क्रीं जीनां नौ इत्यत्र एचः इति नास्ति चेत् तदानीं कथं तत्र अग्रे अनुवर्तनम् इति प्रश्नः भवति खलु. अस्तु अस्तु, अन्यचिन्तनं किमपि अस्ति वा अत्र? अस्तु प्रश्नः तु उदेति भगिनी, यथा उक्तवती क्रीन् जिनौ णौ अत्र अचयणति न बहितः अनुवृत्तिः नास्ति. अचो इणति वृत्ति अनुवृत्तिः क्रीन् जिणौ णौ अन्तर्गता नास्ति, अन्तर्गतं नास्ति, परन्तु निक्षिपरे तु सामान्यतया वृद्धिः भवति खलु आदौ. निक्षिपदे तु सामान्यतः वृद्धिः भवति, वयं जानीमः अचो इणति आधारेण वृद्धिः भवति. यत्र णित् अस्ति तर्हि तु अचो इणति अथ भगिनी वदति यथा णिच् अस्ति तथा पर्याप्तं, णौ आधारेण पर्याप्तम् अचो इणति अपि आगच्छति. न भगिनी वदति अचो इणिति इति एव मास्तु, अचो इणिति इति प्रबाद्य अत्र क्रीन् जिनं नौ इति आत्वम् इति भगिनी साक्षात् वदति. एवं कुर्मः चेत् क्लेशः नास्ति खलु, किमर्थं पाणिनेन एचः इति उक्तम्? एचः इति वस्तुतः पाणिनेन एचः इति किमपि न उक्तं, सूत्रमेव कृतं, क्रीन् जिनां नौ इत्येव कृतम्. इदानीम् अस्माभिः चिन्त्यते अनुवृत्तिः आवश्यकी वा न वा इति अस्माभिः चिन्त्यते, तर्हि तत्र व्याख्याकाराः सर्वत्र अनुवृत्तिः आवश्यकी इत्येव वदन्ति खलु. वंसि भगिनि. इत्येवं वदन्ति खलु, तर्हि तस्य दलस्य किम् अर्थं प्रयोजनमस्ति, किमपि भवेत्, नो चेत् तत्र न स्थाप्य पाणिनेन तत्र न स्थापितम्. काशिकायाम् एचः इति किमपि न उक्तम्, साक्षात् अस्यूम्ड् एचः स्थाने एव एचः इति किम् इति किमपि नास्ति उक्तं. भगिनि, क्रीन् जीनां नौ इति सूत्रम् आदेश उपदेशे स्थिति इत्यस्य अपवादसूत्रमस्ति वा? न, आदेश उपदेश स्थिति इत्यस्य अपवादसूत्रं नास्ति. आदेश उपदेश स्थिति इत्यस्य प्राप्तिः एव न. क्री इति धातोः विषये आदेशोपदेशिति इत्यस्य प्राप्तिः एव नास्ति. आदेशोपदेशिति इत्यस्य प्रसक्तिः एजन्तधातूनां विषये अस्ति. क्रीन् जीनां नौ इति सूत्रं तु एजन्तधातूनां विषये नास्ति. ओके, अतः अपवादः नास्ति. अचोनिति इत्यस्य अपवादः वा? अचोयनिति इत्यस्य अपवादः इति इदानीं भगिनी वदति. अचोयनिति यतोहि इदं सूत्रं तु विशिष्टसूत्रम् अस्ति. अचोयनिति इत्यनेन ईका क्री इति दातुं स्वीकुर्मः चेत् ईकारस्य वृद्धिः ऐकारः. इदानीम् ईकारस्य स्थाने साक्षात् आकारः भवतु, किमर्थम् ऐकारः, ऐकारानन्तरं किमर्थम् आकारः इति किमर्थम् इति प्रश्नः. ओके, प्रकरणम् ओके प्रकरण क्रमे इति उक्तम्. यतोहि तत् प्रकरणे अस्ति, अत्वप्रकरणे अस्ति, सर्वत्र एचः इति अनुवृत्तिः अस्ति. अनुवृत्तिः अग्रे तु आवश्यकी एव. ओके, अग्रे तु अनुवृत्तिः आवश्यकी अस्ति, अतः एचः इति उक्तम् इति चिन्तयामि. परन्तु इतोपि किञ्चित् वयं चिन्तयितुं शक्नुमः तस्मिन् प्रसङ्गे, किमपि अन्यत् किमपि अस्ति वा इति. परन्तु इदानीं यथा मम मनसि स्फुरति, अग्रे तु अनुवर्तनम् आवश्यकम् अस्ति, एचः इति अनुवर्तनम् आवश्यकम् अस्ति, अतः अत्रापि एचः इति अनुवृत्तिः स्वीक्रियते सर्वैः व्याख्याकारैः. एचः इति अनुवृत्तिः स्वीक्रियते एव, कौमुदीकारः वा भवतु काशिकाकारः वा भवतु, उभयत्र एचः इति अनुवृत्तिः अस्ति एव. अग्रे अनुवर्तनार्थम् इति वयं वक्तुं शक्नुमः. स्वरसन्धे अचि इति तदेव स्वरसन्धिविषये अचि अस्ति अनुवृत्तिसहितसूत्रं, तदेव एचः अपि एचः इति अनुवृत्तिः अस्ति पूर्वस्मात्. ओके, धन्यवादः भगिनी. अहं किञ्चित् वदामि वा? वदतु. अहमेवं चिन्तयामि, न जानामि उचितमस्ति वा न वा, परन्तु अचोणिति अचोणितिसूत्रस्य बाधकसूत्रं नास्ति क्रीञ्जीनां नौ न वा? तर्हि यदि बाधकः नास्ति तर्हि अचोणिति तु कर्तव्यमेव, निच् निच् परे अस्ति ततः. अचोणिति न कुर्मः चेत् वयं तर्हि सार्वधातुकार्धधातुकयोः करणीयम्. तर्हि ए च तु आगच्छति एव सार्वधातुकार्धधातुकयोः सूत्रस्य बाधकसूत्रस्य अचोणिति. समीचीनं, भगिनी वदति, भगिनी वदति क्रीञ्जीनां नौ इति इतोपि विशिष्टम् अस्ति, अतः एष अचोयणिति इति बाधित्वा भवितुं. परन्तु एतत् बाधकसूत्रं नास्ति न तस्य. किमर्थं नास्ति? कार्यमेव भिन्नम् अस्ति. अचोणिति कार्यम् इकारस्य ऐकार वृद्धि करोति, एतत्तु ऐकारस्य स्थाने आदेश करोति. न भगिनी वदति ऐकारस्य स्थाने मातु मास्तु, ऐकारस्य स्थाने मास्तु, साक्षात् क्री इत्यत्र ईकारस्य यथा यथा वृद्धिः भवति तथा. आं तदेव अहं प्रथमं तु तदेव अहम् उक्तवती, यदि ईकारस्य स्थाने वयम् आकारः कुर्मः तर्हि क्रीञ्जीणौ क्रीञ्जीणां नौ बाधकसूत्रं भवति तर्हि अचोणितितः अचोणितिसूत्रस्य. तदेव परन्तु एतत्तु आं परन्तु बाधकसूत्रम् एवं नास्ति न तस्य. न न भगिनी, भगिन्याः प्रश्नः अस्ति किमर्थम् एचः इति वक्तव्यम् अस्मिन् सूत्रे, मास्तु एचः इति एव मास्तु, एचः स्थाने आत्वम् इति मास्तु, साक्षात् अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य स्थाने आत्वम् इति किमर्थं न स्यात्? तर्हि अचोणिति कथं न कार्यं करोति, किमर्थं न कार्यं करोति? प्रथमं तु अचोणिति एव कार्यं करोति न, यदि वयम् आदेश आनेतुम् इच्छामः तर्हि अचोणिति कार्यमेव न करणीयं न वा तस्य सूत्रस्य? तदेव भगिनी भगिन्याः अहं तत् ज्ञातवती, परन्तु मम प्रश्नः अस्ति तस्य कार्यम् अहं कथं तस्य कार्यं स्थगितुं कर्तुं शक्नुमः केन अपवादरूपेण? अपवादरूपेण द्वयोः सूत्रयोः प्रसङ्गः अस्ति अत्र, अचोणिति इत्यस्य अपि प्रसङ्गः, क्रीञ्जीनां नौ इत्यस्य अपि प्रसङ्गः. क्रीञ्जीनां नौ इत्यस्य अन्यत्र लब्धावकाशः नास्ति, अतः अत्रैव कार्यं करोति इति कृत्वा अचोणिति इत्यस्य अपवादरूपेण कार्यं करोतु इति प्रश्नः. अवगतं वा? आमामाम् अवगतं. प्रश्नः उचितः अस्ति, परन्तु अत्र प्रकरणमपि द्रष्टव्यं, केवलं ऐसोलेटेड् एकं सूत्रं न द्रष्टव्यं, परन्तु प्रकरणसन्दर्भे द्रष्टव्यम्. अत्र अनुवृत्तिः नास्ति चेत् कुत्र कुत्र क्लेशः भवति इति द्रष्टव्यं, यतोहि आत्वप्रकरणम् इत्यस्मिन् अस्ति खलु, बहूनि सूत्राणि सन्ति खलु सर्वत्र आत्वप्रकरणे, सर्वत्र एचः स्थाने एव आत्वमस्ति, तत्र सर्वत्र कुत्रापि दोषः भवति वा इति चिन्तनीयं खलु. अस्तु, किञ्चित् चिन्तयन्तु, गृहपाठरूपेण चिन्तयन्तु, अत्र किमपि अन्यत् अस्ति वा, व्याख्यानेषु किमपि अन्यत् उक्तं वा इति पश्यन्तु. भगिनि दृष्टवती, अहं किञ्चित् वदामि वा तत्र? न इदानीम् अत्र अत्र यद् उक्तं तत् सर्वम् अवगच्छति चेत् तदानीं वदतु. तत्र न्यासे उक्तं, तत्र ईङ् इति धातुः अस्ति, गतौ इति धातुः अस्ति, तस्य ग्रहणं मा भवेत्. यदि ईङ् तत्र वृद्धिः भवति चेत् तत्र ऐ तत्र तस्य ग्रहणं मा भवेत्, अतः एच् इति अनुवर्तितम् इति उक्तं, परन्तु तत् सम्यक् कृत्या न अवगतं मया एकवारं. तदर्थमेव अहम् उक्तवती, यद् उक्तं तत् सम्यक्तया अवगच्छति चेत् वदतु, नो चेत् पश्यतु. अस्तु, पश्यामि भगिनि, दृष्ट्वा. यतोहि तस्य विषये इदानीं चर्चां कुर्मः चेत् न कोऽपि लाभः. असत्यम्? अस्तु भगिनि, करिष्यामि. अतः सम्यक्तया दृष्ट्वा अत्र कः अर्थः, कुत्र दोषः इति सम्यक्तया ज्ञात्वा तदनन्तरं चर्चां कर्तुं शक्नुमः. अस्तु अस्तु, अग्रे गच्छामः. इदानीं ली धातुः, तर्हि शोभा भगिनी अग्रे पठति वा? आं भगिनि, ली धातुः. ली भवादिगणे लयति टु मेल्ट्, दिवादिगणे लीयते टु बि डिसाल्व्ड्, क्रयादिगणे लीनाति टु मेल्ट्, पुनः चुरादिगणे लाययति द्रवीकरणे. पाणिनेः धातुपाठे त्रयः ली धातवः सन्ति, दिवादिगणे, क्रयादिगणे, चुरादिगणे च. यः धातुः छुरादिगणे अस्ति तस्य विकल्पेन णिच् विधीयते आघृषाद् वा इत्यनेन गणसूत्रेण. यस्मिन् पक्षे णिच् न विधीयते तस्मिन् पक्षे रूपं वादिगणवत् भवति. अतः मातृभिः उच्यते यत् अयं धातुः वादिगणे भवेत्. पाणिनिना तु चुरादिगणे एव अयं धातुः स्थापितः. एतादृशाः केचन धातवः सन्ति यत्र मातॄणां मतमस्ति यत् धातुपाठः समीकरणीयः इति. अस्तु, इदानीं ली धातोः विषये किञ्चित् तत्र मतभेदः अस्ति. ली धातुः त्रिषु गणेषु स्थापितः. भ्वादिगणे लयति इति अर्थे, दिवादिगणे लीयते इति अर्थे, क्रयादिगणे लिनाति सर्वत्र, अपि च चुरादिगणे लाययति सर्वत्र. द्रवीकरणे एव भवति अर्थः. अपि च पाणिनेः, अस्तु तदेव इदानीम् उक्तं, त्रयः पाणिनेः धातुपाठे त्रयः ली धातवः सन्ति. इदानीं तत्र यत् कुत्र इत्युक्ते दिवादि क्रयादि चुरादि, किन्तु उपरि यदुक्तं तत्र भ्वादिगणे अपि अस्ति तदेव अर्थे ली इति. पाणिनिना त्रिषु गणेषु स्थापितं. यः धातुः चुरादिगणे तस्य विकल्पेन णिच्. तेषु यत् चुरादिगणे ली इति धातुः अस्ति तत्र वैकल्पिक णिच् विधीयते. तत्र सूत्रमपि अस्ति, गणसूत्रमस्ति. आधृषात् वा इति गणसूत्रेण विकल्पेन णिच् विधीयते. अपि च यदि णिच् न अपेक्षितं तर्हि तस्मिन् पक्षे रूपं वादिगणवत् एव भवति इति. इत्युक्ते चुरादिगणे यत् ली इति धातुः अस्ति तस्य विषये इदानीं चर्चा अस्ति. तत्र चुरादिगणीयली धातोः यदा णिच् विधीयते एव तदा वैकल्पिकरूपं भवितुमर्हति. तत्र एकेन गणसूत्रेण यत् अस्ति आधृषाद् वा इति सूत्रेण. अपि किन्तु तत् वैकल्पिकरूपं न इष्टं चेत् रूपं वादिगणवत् भवति इति. अतः मातृभिः तत्र मातॄणां चिन्तनम् अस्ति तर्हि भ्वादिगणे एव भवेत् इति अयं धातुः. चुरादिगणे किमर्थं तत्र वैकल्पिकरूपं करणीयम् इति. पाणिनिना तु चुरादिगणे एव अयं धातुः स्थापितः. एतादृशाः केचन धातवः सन्ति यत्र मातॄणां मतमस्ति तर्हि मातॄणां मतम् अस्ति तत्र धातुपाठः एव समीकरणीयः भवति इति. तत्र यत् उक्तं तद् अवगच्छामि भगिनी, किन्तु भ्वादिगणे किमर्थं स्थापनीयम् इति किञ्चित् उक्तम् आसीत् पूर्वस्मिन् वर्गे अपि. तत्र सम्यक्तया न अवगतम् इति मन्ये. चुरादिगणे स्थापितं चेत् णिच् तु भवति एव. चुरादिगणे अस्ति तस्य विकल्पेन णिच् विधीयते. किमर्थं तत्र चुरादिगणे अस्ति? पश्यतु अत्र इदानीं यथा अस्ति तथा एकवारं प्रतिपादयामि. इत्युक्ते कथम् अस्ति इदानीं पाणिनीयधातुपाठे कथम् अस्ति, चुरादिगणे एकः धातुः अस्ति, ली इति धातुः अस्ति चुरादिगणे. अत्र चुरादिगणे एव एकं गणसूत्रमस्ति, आदृशाद् वा इति. तेन गणसूत्रेण निच् प्रत्ययः विकल्पेन विधीयते इति उक्तं. तर्हि यस्मिन् पक्षे निच् प्रत्ययः भवति तदनुगुणं रूपं भवति. अपि च एकस्मिन् पक्षे तत्र निच् प्रत्ययः न भवति. इदानीं लयति इति रूपं लभ्यते. तत्र लीयोगः ति, तत्र किम् अस्ति, कर्तरि शप् इति उत्सर्गम् अस्ति इति कृत्वा कर्तरि शप् इति सूत्रेण शप् आयाति. निच् न भवति परन्तु शप् आयाति, अतः लयति इति रूपम् अस्ति. तर्हि इदानीं चुरादिगणे एव रूपद्वयं लभ्यते. एकं तु तत्र लुगागमः विकल्पेन भवति निच् निशि परे ली धातोः, किं नुगागमः भवति, लीनयति इति एकं रूपं भवितुमर्हति, अथवा लापयति इति एकं रूपं भवितुमर्हति, अतः अपि च लयति इत्यपि एकं रूपं भवति. आहत्य त्रीणि रूपाणि सन्ति चुरादिगणे. इदानीं यथा अस्ति तथा. तर्हि वयं पश्यामः चेत् लयति इति रूपं यद्वयं प्राप्तवन्तः तत्तु आदृशाद् वा इति गणसूत्रेण प्राप्तं. यतोहि एकस्मिन् पक्षे निच् न भवति इति उक्त्वा चुरादिगणे एव लयति इति रूपम् इति वयं वदामः. अन्यत्र सर्वत्र अन्येषां धातूनां विषये वयं पश्यामः चेत् तत् सर्वत्र रूपाणि एकविधानि सन्ति. चोरयति, किं लापयति, लीनयति इति यति यति यति इति सर्वत्र दृश्यते. परन्तु एकमेव एतादृश कतिचन रूपाणि सन्ति यत्र भुवादिगणवत् रूपाणि सन्ति. एतेतो हि विकल्पेन निष्प्रत्ययः भवति, अतः लयति इति एकं रूपम् अस्ति. तर्हि विचित्रम् अस्ति खलु तस्मिन् गणे, लयति इति रूपं विचित्रम् अस्ति खलु तस्मिन् गणे न भवेत् खलु. तस्मिन् गणे सर्वत्र चोरयति इति तादृशरूपाणि सन्ति. तत्र तादृशरूपेषु मध्ये लयति इति एकं रूपम् अस्ति, विचित्रमस्ति. तर्हि मातृभिः किम् उच्यते इति चेत् तादृशविचित्ररूपं किमर्थं चुरादिगणे स्थापनीयम्? अत्र आदृशाद्वा इति सूत्रमेव मास्तु, निच् विकल्पेन विधीयते इति किमपि मास्तु. साक्षात् तत्र धातुः ली एकः धातुः भुवादिगणे अस्ति, तत्र निच् प्रत्ययः विधीयते. एकः धातुः चुरादिगणे अस्ति यत्र निच् प्रत्ययः विधीयते. अपि च अन्यः ली धातुः भुवादिगणे अस्ति यत्र शप् प्रत्ययः विधीयते, लयति इति रूपं लभ्यते. अतः आदृशाद्वा इति सूत्रमेव मास्तु, अत्रैव लागमम् अस्ति खलु. सत्यं. इदानीम् अस्माकं लक्ष्यं किम्? अस्माकं लक्ष्यं किं? रूपद्वयं तत्र प्राप्तव्यं. तत्र एकस्मिन् पक्षे निच् भवेत्, तदनुगुणं यानि रूपाणि. अपि च एकस्मिन् पक्षे निच् न भवेत्, तद् अनुगुणं लयति इति रूपम् इति एव अस्माकं लक्ष्यं. तर्हि तत् प्राप्तुं किमर्थं सूत्रम् आदृशाद्वा इति सूत्रस्य का आवश्यकता? सूत्रं विना साक्षात् एकं धातु वयं भुवादिगणे स्थापयामः, एकं चुरादिगणे स्थापयामः, तर्हि सर्वाणि रूपाणि लभ्यन्ते खलु. अतः अत्र चुरादिगणे एतादृशगणसूत्रस्य आवश्यकता नास्ति. साक्षात् एकः धातुः भुवादिगणे भवेत् इति पक्षः अस्ति मातृणां. भगिनि, चुरादिगणे आदृशात् लाययति इति भवति निज प्रेरण स्वार्थे निचि चुरादिगणे किं वा यदि प्रेरणार्थे चुरादिगणे किं भवति, कथम् अस्ति तत्र? न, प्रेरणार्थे चुरादिगणे न भवति, चुरादिगणे स्वार्थे एव भवति. चुरादिगणीयधातुभ्यः प्रेरणार्थे पुनः विधानं भवति निच् विधानम्. तत्तु भिन्नवार्ता, तत्तु भिन्नवार्ता. चुरादिगणीयधातुभ्यः इदानीं चुर् इति धातुः अस्ति, तत्र स्वार्थे निच् प्रत्ययः एकवारं नित्यरूपेण भवति. तर्हि चोरि इति धातुः लभ्यते एव. इदानीं तादृशधातुः द्विवारं निच् भवितुं शक्यम्. आं, शक्यं. कः क्लेशः? भवत्याः न अवगतः मम प्रश्नः. माहमपि न अवगतामि भवतः भवत्याः प्रश्नः. न, पश्यतु, चुरादिगणीयधातुभ्यः सर्वदा निष्प्रत्ययः भवति, स्वार्थे निष्प्रत्ययः भवति एव. तर्हि तदानीं तत्र चोरि अपि च कति इत्यादि तत्र नूतनदातवः इत्यादयः दातवः लभ्यन्ते. तदानीं पुनः तत्र प्रेरणार्थे निच् प्रत्ययस्य विवक्षा अस्ति चेत् पुनः तादृशधातुभ्यः पुनः निच् प्रत्ययः विधीयते. अतः चोरि इत्यस्मात् पुनः निच् प्रत्ययः विधीयते. कः क्लेशः? प्रथमनिच् प्रत्ययस्य लोपः भवति. अतः चोरयति इति एव रूपं लभ्यते. न, मातुः संशयः सम्यक् अस्ति. यथा अहमत्र पश्यामि लाययति अपि च लयति, तर्हि चुरादिगणे लयति कथं भवति? कोऽपि कारणं तु अस्ति. कोऽपि कारणं मातॄणां मतं चुरादिगणे कथं लयति इति रूपं तत्र मास्तु, भवादिगणे स्थापयतु. भवादिगणे तु यथि लि अस्ति तर्हि ले भवति, लेख आधारेण लयति भवति, लयति इति लभ्यते, सर्वे जानीमः. तत् संशयः अस्ति भगिनि. तत्र द्वौ प्रश्नौ स्तः. आदृशाद् वा इति गणसूत्रं तत्र उक्तं, यः धातुः चिरादिगणे अस्ति तस्य विकल्पेन निच् विधीयते एतेन सूत्रेण इति. तर्हि तत्र चुरादिगणीय सर्वे धातवः विकल्पेन वैकल्पिकरूपं प्राप्नुवन्ति किं? अहं गणसूत्राणां विषये किमपि अधिकं न जानामि. न न न न न आदृशाद् इत्युक्ते किम्? आ इत्युक्ते तत्र मातुः पुस्तकमस्ति वा? आम् आम्. तत्र चुरादिगणे अस्माभिः चुरादिगणः इति पाठः दृष्टः खलु, तत्र एकवारं चर्चितम् आ इति तत्र आङ् अस्ति. आ इति तत्र आङ् अस्ति. पेज् नम्बर् भगिनि मातुः पुस्तके 120 मम पुस्तके. अस्तु. आदृशाद्वा गणसूत्रम्. आदृशाद्वा इति इत्युक्ते पश्यतु 1526 to 1570 इति उक्तं खलु. 1526 सत्यं सत्यं. 1570 पश्यतु. 70 तत्र गुशीर् इति धातुः अस्ति खलु, गुशीर्. 70 इति सत्यं, घुशिर् इति धातुः अस्ति इति. तस्मिन् गणे तत्र किं, तस्मिन् गणे एते सर्वे धातवः सन्ति, केवलम् एतेषाम् एव विकल्पेन निष्पृत्यः भवति. अस्तु. तर्हि तत्र गणसूत्रम् अयं गणसूत्रम् इदं गणसूत्रं मास्तु इति वदामः चेत् एतेषां धातूनां वैकल्पिकरूपं न भवति. वैकल्पिकरूपम् अत्र न भवति, परन्तु एतानि सर्वाणि रूपाणि भुवादिगणे भवन्ति. इत्युक्ते एतानि सर्वा एते सर्वे धातवः भुवादिगणे भवन्ति वा अथवा स्थापनीयम् इति वा? भुवादिगणे अपि अस्माभिः एते धातवः स्थापनीयाः, चुरादिगणे अपि एते धातवः भवन्ति, परन्तु केवलं चुरादिगणे विकल्पेन निच् न भवति, नित्यरूपेण निच् भवति. अस्तु. तर्हि रूपद्वयं वयं प्राप्नुमः. चुरादिगणे उदाहरणार्थं जिरि इति धातुः अस्ति, चुरादिगणे जिरायति इति रूपं लभ्यते, भुवादिगणे जिरायति इति रूपं लभ्यते. सत्यम्. अपि च मातुः चिन्तनम् अस्ति वा यत् तत्र किं कन्फ्यूजन् भवति इति? यदि वयं वाक्ये यत्र कुत्रापि पश्यामः लयति इति, तदा निजन्तमिति चुरादिगणे अस्ति इति न ज्ञातुं शक्नुमः, तेन तत्र किमपि दोषः भवति वा वाक्ये, वाक्यस्य अर्थे इति वा? न, चुरादिगणे तु स्वार्थे एव भवति, अतः वाक्यप्रसङ्गे दोषः न भवति. अवगमनीय चुरादिगणीय चोरयति इति वयं वदामः चेत् विशेषः अर्थः नास्ति. न, लयति इति भवति चेत् लयति इति अत्र यः कोऽपि धातुः भवतु, यः कोऽपि धातुः भवतु चुरादिगणे, विशेषः अर्थः नास्ति. लयति अथवा चोरयति अथवा यत्किमपि चुरादिगणीयरूपं भवतु, तत्र विशेषः अर्थः नास्ति, यतोहि निच् प्रत्ययस्य विशेषः अर्थः नास्ति खलु. अपि च ज्ञातुमपि न शक्नुमः खलु तत्र चुरादिगणीयधातुः इति, लयति इति तत्र लयति इति रूपं दृष्ट्वा परन्तु चुरादिगणीयधातुः अस्ति वा नास्ति वा इत्यस्य महत्त्वं नास्ति. लयति इति रूपं वयं पश्यामः चेत् तत्र यदा चुरादिगणीयधातुः इति वयं ज्ञास्यामः तदानीम् अवगन्तुं शक्नुमः, अस्तु अत्र विकल्पेन निच् प्रत्ययः जातः इति कृत्वा लयति इत्यपि रूपं लब्धम् इति वयं ज्ञातुं शक्नुमः. परन्तु लयति इति रूपं दृष्ट्वा चुरादिगणे अस्ति इति ज्ञातुमेव न शक्नुमः. तदेव ज्ञातुमेव न शक्नुमः. यदि ज्ञास्यामः तदानीम् अस्तु तत्र विकल्पेन आगतमिति किमपि वयं वक्तुं शक्नुमः, परन्तु लयति इति रूपं दृष्ट्वा वयं चिन्तयामः भुवादिगणे एव अस्ति इति चिन्तयामः खलु. सत्यं. तर्हि तत्र वाक्यप्रयोगे किमपि एरर् भवति वा इति अस्माभिः? न, वाक्यप्रसङ्गे किमपि नास्ति, तत्र एरर् नास्ति. एरर् नास्ति वाक्यरचनायां. परन्तु वाक्यं दृष्ट्वा यदा तत्र पदविच्छेदं सर्वं वयं कुर्मः चेत् लयति इति रूपं दृष्ट्वा भुवादिगणे अस्ति इति वयम् ऊहां कुर्मः तावदेव. तद् दोषाय भवति, यतोहि तत्र पाणिनिना तत्र चुरादिगणे तत् स्थापितः खलु अयं धातुः. भुवादिगणे नास्ति वस्तुतः. वस्तुतः नास्ति, अतः तादृशदोषः भवितुमर्हति, परन्तु वाक्यस्तरे दोषः नास्ति. न न न, सत्यं सत्यं. किन्तु अहं चिन्तितवती वाक्यपरिवर्तनं कृतवन्तः खलु अभ्यासे. तादृशं भवति चेत् तत्र कर्तरी कर्मणि भवति चेत् तदा तत् वयं न जानीमः इति वा इति चिन्तितवती. न, तथा किमपि नास्ति, तथा किमपि नास्ति. केवलं तत्र किं लाजिस्टिक्स् इति वयं वदामः खलु, कुत्र लाघवम् इति प्रश्नः. कुत्र लाघवम् इति चेत् तत्र मातृभिः किम् उक्तं तदनुसरामः चेत् लाघवम् अस्ति. गणसूत्रं किमपि अनावश्यकं. किमर्थं तत्र सर्वत्र अत्र शुरादिगणे वयं पश्यामः चेत् सर्वत्र निष्प्रत्ययः भवति, परन्तु केषाञ्चन धातूनां विकल्पेन भवति इति को वा स्मरति? सत्यं खलु. किमर्थम् एतादृशक्लेशः? सारल्यं कुत्र अस्ति? भुवादिगणे स्थापयामः चेत् तत्र एव सारल्यं खलु. सत्यम् इति कृत्वा तावदेव लाघवं सारल्यं तदर्थम्. अवगतं भगिनि. तत्र अन्नेसेसरी चुरादिगण हेस् बिन् मेड् वेरि काम्प्लेक्स्. बहवः तत्र बहूनि गणसूत्राणि सन्ति चुरादिगणे. किमर्थम् एतादृशम् इति प्रश्नः तावदेव. भगिनि, चुरादिगणे मतभेदः नास्ति अपि अर्ध पोषणं भवति. किम् उच्चैः वदतु, न श्रूयते. चुरादिगणे अर्धपोषणं भवति स्वार्धे. सत्यं. पोषणार्थे तत् धातुः स्थापितम् अस्ति वा? अर्थपोषणम् इत्यस्य अर्थः कः भवत्याः मनसि? अर्थपोषणम् इत्युक्ते बलम् अस्ति. अर्धपोषणम् इत्युक्ते वृद्धि, अर्थस्य वृद्धि भवति. न न न न, अर्थस्य वृद्धिः भवति इति किमपि नास्ति. तत्र चुरादिगणे निष्प्रत्ययस्य कः अर्थः इति प्रश्ने तत्र धातोः यः अर्थः अस्ति सः एव अर्थः निष्प्रत्ययस्य. निष्प्रत्ययस्य विशेषतया अर्थः नास्ति. इत्युक्ते सामान्यतया धातुः भवति, प्रत्ययः भवति खलु. धातोः कश्चन अर्थः भवति, प्रत्ययस्य कश्चन अर्थः भवति. तर्हि प्रकृतेः कश्चन अर्थः, प्रत्ययस्य कश्चन अर्थः, द्वयमपि मिलित्वा पदस्य अर्थः भवति. तत्र तत्र प्रकृतिप्रत्ययोः प्रत्ययार्थः प्रधानः. प्रकृतिप्रत्ययोः प्रत्ययार्थः प्रधानः. अतः प्रत्ययस्य यः अर्थः सः एव प्रधानः भवति. धातोः अर्थः गौणभूतः भवति इति सामान्यव्यवहारः व्याकरणेषु. परन्तु चुरादिगणे किम् अस्ति इति चेत् प्रकृति अर्थः अस्ति, चुर्धातोः कश्चन अर्थः अस्ति, परन्तु निच्प्रत्ययस्य अर्थः नास्ति. तत्र निच्प्रत्ययस्य अर्थः नास्ति. तर्हि इदानीं प्रकृतिप्रत्ययोः मेलनं यदा भवति तदानीं प्रत्ययस्य अर्थः एव नास्ति, प्रकृतेः एव अर्थः अस्ति. अतः प्रकृतेः यः अर्थः सः एव अर्थः भवति पदस्य. किमर्थं पोषणं प्रत्ययस्य अर्थः नास्ति खलु? प्रत्ययस्य अर्थः नास्ति खलु? निच्प्रत्ययस्य अर्थः नास्ति चुरादिगणे इति कृत्वा तत्र धातोः यः अर्थः स एव अर्थः चोरयति इत्यत्र निच्प्रत्ययेन विशेषः अर्थः नास्ति. परन्तु प्रेरणार्थे वयं पश्यामः चेत् तत्र चोरी इति यः धातुः अस्ति प्रेरणार्थे, तत्र किमस्ति इति चेत् तत्रापि चुर् इति धातुः अस्ति, अपि च निच् इति प्रत्ययः अस्ति. प्रथमनिच् प्रत्ययस्य लोपः भवति, तत्सर्वम् इदानीं त्यजामः. चुर् योगः निच् निच् इति प्रेरणार्थे अस्ति इति चिन्तयतु. चुर् इति धातुः, चुर् इत्यस्य कश्चन अर्थः अस्ति. निच् इति प्रत्ययस्य कश्चन अर्थः अस्ति, प्रेरणार्थे अस्ति निच् प्रत्ययः. तर्हि इदानीं तत्र प्रकृतिप्रत्ययोः यदा मेलनं भवति तदानीं तत्र प्रेरणार्थे इति यः अर्थः अस्ति प्रत्ययस्य, तस्य प्राधान्यं भवति. तदनुगुणं तदनुगुणमेव चोरयति इति पदस्य अर्थः भवति. तर्हि चोरयति इत्युक्ते विशेषः अस्ति तत्र, प्रेरणार्थे अस्ति तत्र. अवगतं भगिनि. प्रेरणार्थे प्रत्ययस्य प्राधान्यमस्ति, स्वार्थे धातु प्रत्ययस्य प्राधान्यं नास्ति. धातु एव यतर्थं धातोः अर्थः एव तत्र प्रधानः, प्रत्यय प्रत्यार्थः नास्ति. प्रत्यार्थः नास्ति इति कृत्वा धातोः अर्थः एव तत्र प्रधानः भवति. यतोहि एकः एव अर्थः, अर्थद्वयम् अस्ति चेत् प्रत्ययस्य कश्चन अर्थः प्रकृतेः कश्चन अर्थः अस्ति चेत् तदानीं वयं तत्र अस्माकं प्रश्नः भवति द्वयोः मध्ये कस्य प्राधान्यम् इति प्रश्नः उदेति. प्रकृतेः अर्थः प्रधानः वा प्रत्ययार्थः प्रधानः वा इति प्रश्नः उदेति. परन्तु चुरादिगणे तु एकः एव अर्थः अस्ति, धातोः एव अर्थः अस्ति, प्रत्ययस्य अर्थः एव नास्ति. अतः कस्य प्राधान्यम् इति प्रश्नः एव न उदेति. धातोः यः अर्थः स एव पदस्य अर्थः, तावदेव खलु. अर्थद्वयम् अस्ति चेदेव कस्य प्राधान्यम् इति प्रश्नः, एकः एव अर्थः चेत् तादृशप्रश्नः एव न उदेति. आगृशाद् वा इत्यर्थे इति सूत्रे अन्यत् कार्यमपि अस्ति वा? तत् सूत्रं नास्ति खलु भगिनी, तस्य तु संख्या नास्ति, गणसूत्रमस्ति. धातुपाठे गणसूत्रं पश्यतु, 120 पृष्ठसङ्ख्या. आदृशाद्वा गणसूत्रम् पश्यति वा? गणपाठे अस्ति वा? गणपाठे अस्ति, गणपाठे अस्ति. मातुः पुस्तके साक्षात् लिखितमस्ति गणसूत्रमिति. एतानि तत्र बहूनि गणसूत्राणि सन्ति चुरादिगणे. आदृशाद्वा इति गणसूत्रमस्ति. आदृशाद्वा इति अष्टाध्यायी मध्ये अपि द्रष्टुं शक्नोति इति चिन्तयामि. गणपाठः इति अस्ति खलु, सर्वादि सर्वादिगणः स्वरादिगणः तत्र वा, चादिगणः प्रादिगणः तत् तत्सर्वमेव? न अत्र तु गणपाठः अत्र अष्टाध्याय डाट् कम् मध्ये गणपाठः तु अष्टाध्यायाः कृते गणपाठः अस्ति. धातोः कृते गणपाठः भिन्नः. धातुगणपाठः अपि अस्ति खलु. अत्र सूत्रेषु गणानाम् उल्लेखः अस्ति खलु, सर्वादीनि एतादृशगणाः सन्ति खलु. आम्, तादृशगणानां विषये अत्र गणपाठे उक्तमस्ति. परन्तु धातुपाठे अपि गणसूत्राणि सन्ति, धातुपाठे गणसूत्राणि सन्ति. तद् कुत्र लभ्यते इति चिन्तनीयं. प्रायः किं सिद्धान्तकौमुद्यां लभ्यते तत्र धातूनां गणसूत्राणि. परन्तु प्रत्येकस्य धातोः द्विवारं गणपाठे लेखनं, गणपाठे न धातुपाठे लेखनं लाघवम् इति वदति वा? द्विवारं एतेषां धातूनां चुरादिगणे अपि भवति अपि च भोआदिगणे अपि भवति, तद् लाघवम् इति वदति वा? यद्यपि द्विवारं वयं लिखामः तथापि तत्र रूपे स्पष्टता भवति. तत्र किं लयति इति रूपं दृष्ट्वा वयम् अवगच्छामः तत्र भुआदिगणीयरूपम् अस्ति. यतोहि तत्र गणसूत्रं किमर्थम् आदृशाद्वा इति उक्त्वा विकल्पेन निच् भवति इति किमर्थं? साक्षात् भवादिगणे स्थापयामः चेत् सारल्यं भवति इति अस्ति. भगिनी भवत्याः प्रश्नः तु उचितः अस्ति, इत्युक्ते द्विवारं वदामः चेत् कथं लाघवम् इति भवत्याः प्रश्नः अस्ति खलु, सर्वे नाट् वन् आर् टु, बहवः सन्ति सत्यं, सर्वेषां द्विवारं प्रसङ्गः भवति चेत् तत् कुत्र लाघवं, तत्र तत्र तु इतोपि अधिकं कन्फ्यूजन् भवति खलु, अत्रापि अस्ति तत्र प्रश्नः लाघवम् इति एकः प्रश्नः, अपि च स्पष्टता इति अन्यः प्रश्नः अस्ति खलु, स्पष्टता यथा इदानीं शोभाभगिनी पृष्टवती वाक्ये लयति इति रूपं दृष्ट्वा मम मनसि कदापि न आयाति अयं धातुः चुरादिगणीयधातुः इति इति अस्ति खलु, हा परन्तु गणपाठे आदृशात्वा इति लिखितमस्ति, परन्तु धातु अत्र भवतु तत्र भवतु इति तु किमपि न लिखितं खलु, न न अत्र तु धातुपाठे तु साक्षात् धातुः चुरादिगणे एव अस्ति, अत्र तु एतादृशप्रस्तावः एव नास्ति, भवादिगणे भवतु इति एतादृशप्रस्तावः नास्ति, मातॄणां मतम् अस्ति, मातृभिः एतत् सर्वं सर्वं सम्यक्तया परिशील्य सा इदानीं वदति यत् किमर्थं द्विवारं किमर्थं तत्र आदृशाद् वा इति वक्तव्यं, तत्र एव रूपद्वयम् इति वदामः चेत् अस्माकम् अवगमने क्लेशः भवति खलु, ज्रायति इति एकं रूपम् अन्यत् रूपं ज्रयति इति रूपं, ज्रयति इति रूपं दृष्ट्वा कः अवगच्छति तत्र धातुः चुरादिगणे अस्ति इति कथं वा अवगन्तुं शक्यते, यतोहि चुरादिगणे तु ज्रयति इति तादृशरूपं कदापि न लभ्यते खलु, अतः तत्र वयं पश्यामः चेत् अस्माकं मनसि प्रश्नः उदेति, अतः स्पष्टता कथं साधयितुं शक्नुमः इति चेत् अत्र एते धातवः सर्वे धातवः भुवादिगणे अपि भवन्तु, येन स्पष्टता लभ्यते, अस्तु ज्रयति इति रूपं वयं पश्यामः चेत् अस्तु अयं धातुः भुवादिगणे अस्ति, ज्रायति इति रूपं पश्यामः चेत् अयं धातुः किं चुरादिगणे अस्ति इति, इत्युक्ते न केवलम् अत्र बहवः धातवः सन्ति ये भुवादिगणे अपि सन्ति अन्येषु गणेषु अपि सन्ति, अस्माभिः पूर्वमपि दृष्टं खलु एतादृशबहवः धातवः सन्ति यत्र धातुः समान अर्थे भुवादिगणे अपि अस्ति अन्येषु गणेषु अपि अस्ति, यथा तत्र तथैव अत्रापि भवतु, किमर्थम् अत्र विशेषः गणसूत्रं, सत्यम् इति अस्ति, अत्रैव अस्ति खलु लीयते इति, लीयते इति तु द्विवादिगणे खलु, हा सत्यम् एकः एव धातुः तत्र द्विवादिगणे अपि अस्ति चुरादिगणे अपि अस्ति बहुषु गणेषु अस्तु भुवादिगणे अपि भवतु तेन किं स्पष्टता लभ्यते खलु, हा अस्तु इदानीं अस्तु अस्तु बहु चर्चा जाता अस्य विषये, अग्रे गच्छामः, तदानीं लीलोर् नुग्लुक वन्यतरस्याम् इति सूत्रं भगिनी भगिनी क्षम्यतां भगिनी, अत्र गणसूत्राणि पाणिनिमहर्षिणा एव विरचितानि वा, गणसूत्राणि च, अस्तु इदानीं अष्टाध्यायी कृतां गणसूत्राणि भिन्ना धातुपाठे कृतगणसूत्राणि भिन्ना इति उक्तं खलु, तदपि पाणिनिना एव विरचितमिति भवती वदति वा, अहं न वदामि तादृशमेव अस्ति, गणसूत्राणि सर्वाणि पाणिनिना एव तत्र धातुपाठः इति अपि पाणिना एव धातुपाठः कृतः, धातुपाठे एव गणसूत्राणि लभ्यन्ते, अस्तु इदानीम् अष्टाध्याय्यां भिन्न गणसूत्राणि इति उक्तवती खलु तस्य कृते, अष्टाध्याय्याम् अपि गणपाठः इति अस्ति, इदानीं पश्यन्तु तत्र सूत्राणि सन्ति खलु, स्वरादिनिपातम् अव्ययम् इति एकं सूत्रमस्ति, तत्र स्वरादि इति उक्तं, स्वरादिगणे ये ये शब्दाः सन्ति तेषां ग्रहणम् इति उक्तं, स्वरादिः इति कुत्र तस्य विवरणम् इति चेत् गणपाठे अस्ति, स्वरादिगणे के के शब्दाः सन्ति इति गणपाठे अस्ति, तत्र शब्दानां व्यवहारः न तु धातूनां व्यवहारः, अस्तु अस्तु तत्र प्रातिपदिकानि सन्ति खलु न तु धातवः, अतः तत्र गणपाठः भिन्नः, अत्र गणसूत्रं भिन्नं, धातुपाठे गणसूत्रं भिन्नम्, अस्तु किन्तु गणपाठे सर्वाणि सूत्राणि तु सन्ति, सज्ञानाम् अपि च धातूनामपि एकत्र एव भवति वा, गणसूत्राणि इति टैटल् मध्ये शीर्षिकायाम् एव धातूनां कृते ये गणपाठे यदस्ति गणपाठः इति यः अस्ति तत्र तु केवलं सूत्रे ये ये गणाः उल्लेखिताः तेषां विषये अस्ति, परन्तु धातुपाठे धातुपाठे धातुपाठस्य अन्तर्गते कतिचन गणसूत्राणि सन्ति. अस्तु, धातुपाठे एव सन्ति गणसूत्राणि. गणसूत्राणि पृथक् न सन्ति, धातुपाठे एव सन्ति. यदा भुवादिगणः इति वयं पठामः तत्र धातूनाम् उल्लेखः भवति, तत्र एव गणसूत्राणामपि उल्लेखः भवति. अस्तु अस्तु अस्तु, अवगतवती भगिनि, धन्यवादः भगिनि. अस्तु, तर्हि अग्रे गच्छामः वा? इदानीं तत्र कः कः पठति इदानीम्? अस्तु, उषा भगिनी पठतु, भवती किमपि न उक्तवती अद्य, पठतु. अस्तु भगिनि. अस्ति वा? हा अस्तु, पठतु. लीलोर् नुब्लुकम् एकवारं पठितं, पुनः पठतु. अस्तु भगिनि. लीलोर् नुक् लुकौ नुक् लुकावन्यतरस्यां स्नेहविपादने णिचि परे स्नेहविपादने विकल्पेन ली धातोः नुक् ला धातोः लुक् च तदभावे पुक् स्नेहः नाम तैलं घृतं तैलं घृतं घृतं विपादनं नाम टु मेल्ट् डिसाल्व् स्नेहविपादनार्थे णिचि ली धातोः नुक् आगमः ला धातोः लुक् आगमः च विकल्पेन भवति. लीश्च लाश्च लीलौ द्वन्द्वः तयोः लीलोः नुक् च लुक् च नुक् लुकौ द्वन्द्वः स्नेहस्य विपादनं स्नेहविपादनं तस्मिन् स्नेहविपादने तस्मिन् स्नेहविपादने षष्ठी तत्पुरुषः. लीलोः षष्ठ्यन्तं नुक् लुकौ प्रथमान्तम् अन्यतरस्यां सप्तमीयन्तं स्नेहविपादने सप्तम्यन्तम् अनेकपदमिदं सूत्रम् अर्ति ह्री व्ली री क्नुयिष्मा यातां पुङ् नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं स्नेहविपादने लीलोः अङ्गस्य नुक् लुकौ अन्यत् नौ अन्यतरस्याम् इति सूत्रं वदति अनुवृत्तिसहितसूत्रं. णिचि परे स्नेहविपादनार्थे ली धातोः नुक् आगमः भवति ला धातोः लुक् आगमः भवति इति सूत्रं वदति. स्नेहविपादने इत्युक्ते टु मेल्ट् टु डिसाल्व्. ली धातोः कृते नुक् आगमः, ला धातोः कृते लुक् आगमः क्रमस्य अस्ति सूत्रे. लीलोः नुक् लुकौ नौ इत्यस्य नुक् लुकौ अन्यतरस्याम् इत्यस्य कृते लुकावन्यतरस्याम् इति अस्ति. लीलोः ली इत्यस्य कृते नुक् लुक् न ला धातोः लुक् ओ लीलोः षष्टि द्विवचनं लीलोः वै इस् इट् लोः ओ ओ द्विवचनम् इत्यनेन ओके ला इत्यस्य कृते ओके लीलोः लीलोः नुक् लुकौ अन्यतरस्यां स्नेहविपादने इति सूत्रं वदति. सूत्रं ईसि टु अण्डर्स्टाण्ड्. तत्र अस्माभिः चर्चितं खलु लीलोः इति कथं भवति इति. आम् आं भगिनि, लीलयोः न भवति अत्र लीलोः लीश्च लाश्च द्वन्द्व सो तयोः लीलोः. भगिनि मयापि न अवगतं तत्र लीला इत्यस्य लीलोः इति लील् इति कथं प्रातिपदिकं भवति तत्र इति भगिनि. लील् इति प्रातिपदिकं लब्धं खलु तत्र इति एकवारम् उक्तं खलु मया. हा किन्तु क्षम्यतां मया, तत्र लीला इति भवति खलु लीला, तयोः लील् इति प्रातिपदिकं कथं भवति इति न अवगतम्. तत्र लीलायोगः इदानीम् आकारान्तधातूनां रूपाणि जानाति वा? तत्र हा रमा लता अस्ति चेत् दीर्घ आकारमेव प्रातिपदिकं. न न न रमा लता इति मास्तु, रमा लता इति स्त्रीलिङ्गे अस्ति. तत्र ला इति विश्वपा इति शब्दस्य सप्तमी अथवा षष्टि बहुवचन द्विवचनं किम् अस्ति विश्वपा. विश्वपा इति द्रष्टव्यं मया. तत्र एकं सूत्रमस्ति अतो धातोः इति सूत्रेण आकारस्य लोपः भवति. ला इत्यस्य आकारस्य लोपः भवति, अनन्तरं प्रत्ययं योजयामः चेत् ली लोहो इति रूपम्। अस्तु, धन्यवादः। विश्वपा इत्यस्य सप्तमी षष्टी द्विवचनं किम् अस्ति रूपम्? विश्वप् इति भवति चेत् विश्वपोः इति भवति। विश्वपोः विश्वपः, विश्वपः एकवचने, एकवचने विश्वपोः द्विवचनः भवतोः इति भवति। भवतां विश्वपः विश्वपोः विश्वपाम् इति भवति। सत्यम्, एवमेव अत्र लील् इति प्रातिपदि। भगिनी क्षम्यतां, मया गन्तव्यं भगिनि। अस्तु, नास्ति, धन्यवादः। अस्तु, सूत्रार्थः स्पष्टः खलु? धन्यवादः, नमस्कारः। इदानीं तत्र अरुणा भगिनी अग्रे वदति वा उदाहरणं, तत्र नुगागमः कथं भवति इति वदतु। आं भगिनि, उदाहरणं नुक् आगमे ली धातुः योगः निच् ली योगः नुक् योगः लीनि लीनयति अधः निच् निच्छत्र न श्रूयते भगिनि, कुत्र अस्ति भवतु? अधुना श्रूयते भवति? हा हा, अधुना श्रूयते। ली धातु ईकारः धातु निच् प्रत्यय निच् अत्र एकार एव अवशिष्यति, अनुबन्धरं नुक् आगमः भवति, लीलो नुक् नुक् अन्यतरस्यां स्नेहविपातानि सूत्रेण नुक् आगमः भवति, नुक् लीनि इति रूपं दातु अस्ति, लीनयति इति रूपं भवति। अत्र किमर्थं न अचो निमिति इति प्रथमं स्यात् भावे विभाषा लीयते, लीन् श्लेषणे विवादौ ली श्लेषणे क्रयादौ विकल्पेन आत्मादेशः भवति एषः विषये, अत्र एषः स्थाने नास्ति एषः विषये इति उक्तवन्तः, नाम ली इत्यस्य यदा गुणौ वा वृत्ति वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः ततः पूर्वमेव तत्स्थाने ईकारस्य स्थाने आकारादेशो भवति, लीयते इति यक् प्रत्ययुक्तं रूपं न तु षन् प्रत्ययुक्तम् इत्यस्मात् क्रयादिगणीय अपि च विवादिगणीय द्वयोरपि धातोः तत्त्वोः गृहग्रहणं पूर्वतने सूत्रे मीनाति विनोति लिङ्गं यपि च सूत्रे एचः इत्यस्य एचः विषये इत्यर्थः अस्ति, तस्मात् अस्मिन् सूत्रे अपि पदं विभाषा उदमात्र लीयते षष्ट्यन्तं द्विपदमिदं सूत्रम् आदेश उपदेशे सूत्रेण इत्यस्मात् अतः एतः स्थाने अनुवृत्ति मिनाति मिनोति यपि च इत्यस्मात् यपि इत्यस्य अनुवृत्तिः अनुवृत्तिः सूत्रं विभाषा लीयते आत् एचः यपि प्रयत्नं करोमि जाने उपाषा लीयते इति सूत्रं ली दातु निर्वाचिगणी दातु क्षयाधिगण दातु अर्थमस्ति श्लेषणे तयोः श्लेषणे अर्थः विकल्पेन आत्मादेशः भवति एषः विषयः अत्र एचन स्थाने विषये एव अतः प्रथमं गुणानि कर्तव्यं तदनन्तरम् एकस्थाने आकारः सामान्यतया एत् स्थाने प्रेमात् एत् स्थाने अच्च उपदेशे आत् उपदेशो उपदेशशक्ति सूत्रेण यत् आप्तुं भवति परन्तु अधुना विभाषते अत्र प्रथमं वृद्धि पुनर्वृद्धि कृत्वा अनन्तरमेव एकादशस्थाने आकार समीचीनं तर्हि इदानीं तत्र लीलोर्नुग्लुकौ अन्यतरस्याम् इति सूत्रे किम् उक्तं ली धातोः नुगागमः भवति इति उक्तं स्नेहविपातनार्थे तर्हि लीनयति इति रूपं लभ्यते तत्र अत्र ली योगहणच् इति प्रसङ्गे किमर्थं साक्षात् अत्र नुगागमः एव अस्माभिः स्वीकृतः किमर्थं ली इत्यस्य अचोयनिति इत्यनेन वृद्धिः इति किमर्थं न स्यात् यथा क्रीङ् जीनां नौ इत्यत्र वृद्धिं प्रबाद्य क्रीङ् जीनां नौ इति वंसी भगिन्या उक्तम् अत्र एवमेव अस्ति अचोयनिति इति सूत्रं प्रबाद्य साक्षात् नुगागमः स्वीकृतः अस्ति लीनयति इति रूपं तर्हि किमर्थम् अचोयनिति इति न अत्र प्रसङ्गः नास्ति किमर्थम् इति प्रश्नः तदर्थम् अत्र किञ्चित् अत्र ज्ञातव्यं भवति यदा नुगागमः न भवति यतोहि लीलोर्नुग्लुकाव् अन्यतरस्याम् इत्यत्र विकल्पेन उक्तं खलु नुगागमः अन्यतरस्यां विकल्पेन भवति अतः यस्मिन् पक्षे नुगागमः न भवति अरुणभगिनि किञ्चित् मध्ये भवतु किमपि न श्रूयते हा हा अस्तु तर्हि इदानीम् अत्र पुनः वदामि लीलोर्नुग्लुकाव् अन्यतरस्याम् इत्यत्र नुगागमः ली धातोः नुगागमः विकल्पेन भवति इति उक्तम् तर्हि यस्मिन् पक्षे नुगागमः भवति तत्र अचोयनिति इत्यस्यापि प्रसक्तिः अस्ति परन्तु वयं साक्षात् पश्यामः तत्र अचोयनिति इत्यस्य कार्यं नास्ति तत्र तर्हि किमर्थं नास्ति इति प्रश्नः तदर्थं किञ्चित् अस्माभिः ज्ञातव्यं तदर्थं तत्र विभाषा लीयतेः इति सूत्रम् यत्र यस्मिन् पक्षे नुगागमः न भवति अन्यतरस्याम् इति उक्तत्वात् तर्हि यस्मिन् पक्षे नुगागमः न भवति तस्मिन् पक्षे अन्यत् सूत्रमस्ति विभाषा लीयतेः इति सूत्रमस्ति इदं सूत्रं पुनः एकवारं पठामः यतोहि अरुणभगिन्याः ध्वनिः सम्यक्तया अस्माभिः न श्रुतम् अतः इदानीं सरस्वती भगिनी पुनः एकवारं वदति वा सूत्रार्थः आं भगिनि विभाषा लीयते लिङ्ग्लेषणे दिवादौ लीश्लेषणे क्रियादौ विकल्पेन अत्वादेशो भवति एचः विषये अत्र एचः स्थाने नास्ति एचः विषये इति उक्तवात् नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारो वा इकारो वा जायमानः ततः पूर्वमेव तत्स्थाने ईकारस्य स्थाने आकारदेशो भवति लीयतेः इति यक् प्रत्ययुक्तं रूपं न तु श्यन् प्रत्ययुक्तम् इत्यस्मात् क्र्यादिगणीय अपि च दिवादिगणीय द्वयोरपि धात्वोः ग्रहणं पूर्वतने सूत्रे मीनाति विनोति दीदं ल्यपि च इति सूत्रे एचः इत्यस्य एचः विषये इत्यर्थः अस्ति इत्यस्मात् अस्मिन् सूत्रे अपि तथा विभाषा प्रथमान्तं लीयते षष्ट्यन्तं द्विपदमिदं सूत्रम् आदे च उपदेशेषिति इत्यस्मात् आत् एचः इत्यनयोः अनुवृत्तिः मीनाति मिनोति दीङ्गां ल्यपि च इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं विभाषा लीयते लीयतेः आत् एचः ल्यपि अस्तु तर्हि लिङ्ग्श्लेषणे दिवादिगणो दिवादिगणे अस्ति लीश्लेषणे क्र्यादिगणे अस्ति विकल्पेन अत्वादेशः भवति अत्र अत्वादेशः भवति विभाषा लीयते अस्मिन् अनेन सूत्रेण एचः स्थाने नास्ति एचः विषये एवमस्ति तर्हि ली इत्यस्य यदा गुणः वा वृद्धिः भवति तर्हि एकारः अथवा इकारः भवति परन्तु अत्र तस्मात् पूर्वमेव इकारादेश इकारादेशस्य स्थाने आकारादेशः भवति, तर्हि वृद्धि बाधयित्वा अत्र आकारादेशः भवति. लीयतेः एवमस्ति सूत्रे अपि, तर्हि तत्र य यद् आगच्छति तद् यक् प्रत्यययुक्तं रूपम् अस्तु अस्ति, न तु लियते इति कर्मणि रूपम् अस्ति इति, अतः सार्वधातुके यक्तः यक् प्रत्यय आगच्छति, अतः एतद् यक् प्रत्ययरूपम् अस्ति न तु ष्यन्, अतः क्र्यादिगणि अपि दिवादिगणि अपि कर्मणि रूपे तु कर्मणि रूपे तु लियते एव भवति, अतः द्वयोरपि धातोः ग्रहणं भवति लियते रूपेण. मिनाति मिनोति दिङ्गां ल्यपि च इति सूत्रे एचः एचः विषये एवम् अस्ति, तस्मात् एव अस्मिन् सूत्रे अपि एतस्य ग्रहणं भवति. अन्यत्तु विभाषा प्रथमन्तं लियते षष्ट्यन्तं लियतेः षष्ट्यन्तं द्विपदं सूत्रम् आदेच उपदेशेषिति एतस्य आत् भवति, अतः अस् अनयोः अपि अनुवृत्तिः अस्ति, आत् वृत्ति अनुवृत्ति आदेच उपदेशेषिति अनेन सूत्रेण भवति. ल्यपि मिनाति मिनोति दीङ्गा ल्यपि च अनेन सूत्रेण भवति, अतः अनुवृत्तिसूत्रम् अनुवृत्तिसहितसूत्रमस्ति विभाषा लियतेः आत् एचः ल्यपि. सम्यक् रीत्या न अवगतवती भगिनी अहमपि, किं य आगच्छति तत्तु कथं कर्मणि रूपेण यक् प्रत्ययरूपेण एवं, परन्तु विभाषा लियतेः इति एतस्य निपातनं नाम सूत्रम् एवम् अस्ति वा, अतः लियतेः एव भवति, तत्र किञ्चिदपि प्रकरणं विषये नास्ति अधिकम् एवमस्ति वा, लियतेः आगच्छति सूत्रे सूत्रे शब्दः अतः एवमस्ति वा? न, लियते इति किमर्थं तत्र सूत्रे उक्तमिति अवगतवती खलु? आमाम् आम्. तर्हि कर्मणि रूपम् अस्ति न वा? कर्मणि रूपम् अस्ति, सत्यं कर्मणि रूपम् अस्ति, परन्तु कर्मणि अत्र लियतेः इति कर्म साक्षात् कर्मणि रूपम् इति नास्ति, केवलं लियते भवति, लियते इति रूपम् अस्ति, तत्र अनुकरणम् अस्ति, अत्र अनुकरणम् अस्ति, अतः लियतेः इति उक्तं, लियतेः इत्यनेन लिङ्गश्लेषणे लिङ्ग श्लेषणे इति द्विवादौ त्रियादौ द्वयोः अपि ग्रहणम् अत्र, तदवगतवती खलु? आमां तत्तु अवगति, परन्तु एतत् एषः स्थानी एचः विषये एतस्य किञ्चित् तत्र भ्रममस्ति, तत्र पश्यामः, सत्यं तत्र पश्यामः. तर्हि अत्र इक्ष्टिपौ धातुनिर्देशे इति नास्ति वा भगिनि? हा इति एव अस्ति, लियते इक्ष्टिपौ धातुनिर्देशः इति तु अस्ति, अग्रे अस्ति निर्देशः इति अस्ति, परन्तु ष्टिप् इति न उक्तं तत्र, ष्टिप् इति अस्ति चेत् लियति इति भवति खलु, न तु लीयते. तद् अग्रिमपरिच्छेदे तस्य विषये उक्तमस्ति, आं परिच्छेदे अस्ति तत्र, तद् वयं पठामः, परन्तु इदानीम् अत्र प्रश्नः लीयते इति रूपं कथं लभ्यते इति अग्रे अस्ति, परन्तु लीयते इति किमर्थम् उक्तम् इति चेत् अत्र दिवादिगणीयधातुः क्रियादिगणीयः धातुः द्वयोः अपि ग्रहणं भवतु इति कृत्वा लीयतेः इति उक्तं, तर्हि अत्र लीयतेः एचः आत् भवति विकल्पेन इति वयं वदामः चेत् लपि ल्यपि इति वदामः चेत् सम्यक् भवति खलु, किमर्थम् एचः विषये इति किमर्थं वक्तव्यम् इति प्रश्नः, अथवा तत्र एचः इति एव मास्तु, वंशीवग्नि पृच्छति एचः इति एव मास्तु, साक्षात् ली इत्यस्य आकारः भवतु इत्यपि प्रश्नः भवितुमर्हति. तर्हि इदानीम् अत्र वदन्तु, अत्र एचः इति स्थानीरूपेण वयं वदामः अपि च एचः विषये इति वदामः, तदानीं द्वयोः भेदः कः? अत्र एचः स्थानी तु न भवितुम् अर्हति, एचः तु न दृश्यते एव धातु धातु अश्वयन् इत्यनेन वृद्धिः भवति खलु, तदानीम् एचः इति जायते खलु. ली धातुः दिवादिगणे अत्र तु निच् अत्र तु किं दिवादिगणे तु तत्र एच् एच् न भवति, यतोहि क्ष्यन् प्रत्ययः अपि तस्य, अतः तत्र गुणः किमपि न भवति. परन्तु आर्धधातुकप्रकरणे तु लीङ् धातुतः आर्धधातुकप्रत्ययः अस्ति चेत् तत्र गुणः वा वृद्धिः भवितुम् अर्हति खलु, येन एच् एच् एच् त्वं लभ्यते. एच् त्वं लभ्यते. तर्हि अतः किमर्थम् अत्र एचः इति किमर्थं न वक्तुं शक्यते, किमर्थम् अत्र एच् विषये इति वक्तव्यम्? एचः स्थाने इति वदामः चेत् कुत्र दोषः भवति? एचः इत्यस्मिन् अधिकारे एव अस्ति भगिनि. एतत् क्रीम् जीना इति सूत्रात् अनन्तरमेव एतत् सूत्रमस्ति. तत्र तु एचः स्थाने इति उक्तम्, अत्र तु एचः विषये इति उक्तम्. अत्र किमर्थम् एचः विषये इति किमर्थं वक्तव्यम्, एचः स्थाने इति किमर्थं वक्तुं न शक्यते? एचः विषये इति वदति चेत् अत्र वस्तुतः यथा ल्यपि इति अस्ति, एवमेव एचि इति अत्र विषयः अस्ति. एचि इत्युक्ते एच् एच् इति विवक्षा अस्ति चेत् तदानीं मात्वं भवतु इति, अत्र षष्टिरूपेण मास्तु, सप्तमीरूपेण विषयसप्तमीरूपेण भवतु इति एव आशा अस्ति खलु, इति आशयः खलु अत्र. इति लीयते इत्यस्य यदि एचः इति वदति चेत् ला धातोः न भवति न तत्र एचः स्थाने ला धातोः विषये नास्ति खलु, ली धातोः विषये एव अस्ति अत्र. विभाषा लीयते, क्षिन्तु योजनेन यक् योजनेन अत्र एच् एच् न भवति खलु. किं यक् यक् इति वा? हा, यक् प्रत्यय यदि मध्ये आयाति तदा तत्र तत्र तु अस्य सूत्रस्य प्रसङ्गः नास्ति. तत्र तु अस्य सूत्रस्य कार्यम् आवश्यकं नास्ति. विषयसप्तमी कृदन्तमस्ति चेत् नाम पदं भवति. धातुः इत्स्तिपो कृदन्तमस्ति, लीयतेः इति कृदन्तमेव अस्ति. कृदन्तमस्ति चेत् नामपदमस्ति, नामपदमस्ति चेत् विषयसप्तमी भवति. किं विषयसप्तमी भवति? लीयते न, लीयतेः इति विषयसप्तमी नास्ति. लीयतेः इति तु षष्ट्यन्तमस्ति खलु. आम्, लीयतेः एचः, लीयतेः लीयतेः धातोः एचः विषये इति अस्ति. लीयतेः एव आत्वं भवति, परन्तु एचः विषये, न तु एचः स्थाने. इत्युक्ते लीयतेः एचः स्थाने आत्वं भवति इति वयं वदामः चेत् लीयतेः एचः इत्यनयोः कीदृशसम्बन्धः? लीयतेः एचः विशेषणविशेषसम्बन्धः न, लीयतेः लीयतेः एचः इत्यस्य कः सम्बन्धः? लीयतेः एचः विशेषणविशेषमस्ति चेत् विशेषं किं, विशेषणं किम्? अङ्गाङ्गीभावः. अङ्गाङ्गीभावः अस्ति खलु तत्र. लीयतेः एचः इत्यनेन लीयतेः इति अङ्गी, एच् इति अङ्गमस्ति. तर्हि लीयतेः यः एच् अस्ति, इत्युक्ते ली धातोः यः एच् वर्णः अस्ति, तस्य अत्वम् इति अर्थः भवति. परन्तु अत्र तादृश अर्थः न विवक्षितः. किञ्चित् चिन्तयन्तु कुत्र दोषः भवति इति चिन्तयन्तु. इति अयमपि एकः गृहपाठः, किमर्थम् अत्र विषये इति वक्तव्यं, साक्षात् स्थाने इति वदतु. इत्युक्ते कुत्रचित् दोषः भवति, कुत्र दोषः भवति इति चिन्तयन्तु. सरलता अस्ति. एकस्मिन् स्थले एचः स्थाने इति उक्तम्, एकस्मिन् स्थले एचः विषये इति उक्तं, द्वयोः अत्र विषये एचः स्थाने इति वदामः चेत् दोषः भवति, तत् कुत्र इति चिन्तनीयं. तत्र एकार ऐकार इति दत्तं खलु, एचः इति एकारः ऐकारः. हा तत्र एचः इति उक्तत्वात् वृद्धिः गुणः वा वृद्धिः भूत्वा एकारः ऐकारः भवति तदा आकारः भवितुम् अर्हति, किन्तु तत्पूर्वमेव इकारस्य स्थाने एव आकारादेशः भवेत् इति तादृशम् उक्तम् इति. किन्तु किमर्थं वृद्धिः गुणः इति अनन्तरम् आत्वमिति किमर्थं न स्वीक्रियते इति पश्यन्तु. गुणः वृद्धिः वा द्वयमपि वयं गुणः वा वृद्धिं वा वयं गुणं वा वृद्धिं वा वयं कृत्वा तत्पश्चात् आत्वम् इति वदामः चेत् कुत्र दोषः? तत्र पुनः उपदेशे नास्ति यदा गुण वृद्धिः भवति तत्र. अत्र उपदेशस्य का आवश्यकता इत्युक्ते आत्वस्य कृते आदेश उपदेशेषिति इत्यस्य प्रसक्तिः न भवति यदा तत्तु अस्ति. तत्तु अस्ति सम्यक्, तत्तु अस्ति, तदस्ति. एतत् आदेश उपदेशेषिति इत्यस्य प्रसक्तिः नास्ति इति कृत्वा एव इदं सूत्रं कृतं खलु. उपदेशावस्थायाम् एजन्तत्वं नास्ति इति कृत्वा एव सूत्रं कृतं. परन्तु साक्षात् एचः स्थाने इति अनुक्त्वा एचः विषये इति वदति, तर्हि किमर्थम् इति चिन्तयन्ति. अस्तु अस्तु किमपि नास्ति. अनुवृत्तिसहितसूत्रे यानि पदानि सन्ति यानि पदानि सन्ति तेषां विषये चिन्तयन्तु, तदानीम् उत्तरं लभ्यते. अत्र व्याख्यानस्य आवश्यकता एव नास्ति, वयं स्वयं चिन्तयितुं शक्नुमः. इत्युक्ते अस्य विषये व्याख्यानमपि मा पश्यन्तु, स्वयं चिन्तयन्तु. अनुवृत्तिसहितसूत्रे यानि पदानि सन्ति तेषां सर्वेषां चिन्तनं कुर्वन्तु, उत्तरं लभ्यते. अत्र एव अस्ति भगिनि. अत्र ल्यप् इति कृदन्तपदमस्ति, अत्र एव एचः इति कार्यं करोति. न, ल्यप् इति विषये सम्यक् अस्ति, परन्तु किम् अस्ति तत्र सम्यक्तया न उक्तवती. यं लुकि अनयोः धात्वोः एचः विषये आत्वादेशो न भवति, अतः तद् नास्ति भगिनि, तदुत्तरं नास्ति. अत्र विजया भगिनी किमपि उक्तवती, वदतु. अत्र ल्यबन्तमस्ति एचः इति अत्र विभाषा लीयते. अत्र अन्यतरस्यां पूर्वम् एकस्मिन् पक्षे एचः भवति, ल्यबन्तं स्वीकृत्य कृदन्तम् इति पदेन अनन्तरम् अत्र न भवति इति. न ल्यप् विषये इति यदुक्तवती सम्यक् अस्ति, परन्तु तत्र तदनन्तरं यदुक्तवती सम्यक् नास्ति. ल्यप् विषये इति उक्तवती खलु, तत् सम्यक्, परन्तु तत्र किम् अस्ति ल्यप् विषये इति वक्तव्यं. पार्शियलि करेक्ट् आन्सर्. अस्तु महोदय, तत्रैव चिन्तयन्तु, किमपि नास्ति. षष्टि तत्र षष्टि भवितुं न अर्हति. एचः लेपि इति सम्यक् न भवति तत्र. एचः विषये लेपि इति एव सम्यक् भवति. हा, ल्यपि विषये एचः स्थाने इति वदामः चेत् कः दोषः भवति इति चिन्तयन्तु, तावदेव. इतोपि अग्रे वक्तुं न शक्नोमि. ल्यपि विषये एचः स्थाने इति वदामः चेत् कः दोषः भवति इति चिन्तयन्तु. धातुद्वयम् आवश्यकं न ल्यपि कृते? किं ल्यपं धातुद्वयं? ल्यप् योजनेन प्रातिपदिकं भवति इति किमपि अस्ति. त्वा स्थाने ल्यबादेशः खलु, अत्र नामपदं स्वीकृत्य कार्यं उपसर्गपूर्वकः भवती धातुद्वयम् इति भवत्याः विवक्षा का इति चेत् धातुद्वयं नास्ति उपसर्गपूर्वकः भवेत् इति खलु आं न चिन्तनम् अनुचितं मम वाक्ये धातुद्वयं न परन्तु एकस्मिन् धातु कृते उपसर्ग एव आवश्यकम् आं सम्यक् उपसर्गः अस्ति चेत् उपसर्गपूर्वकः धातुः तर्हि ल्यप् आगच्छति आगन्तुं शक्नोति आम् अस्तु चिन्तयन्तु इदानीं समयः अतीतः अत्र उमा भगिनी अवगतं वा विभाषा लीयतेः इति भवती न उक्तवती किमपि अद्य उमा भगिनी अस्ति वा भगिनि अस्मि श्रूयते वा श्रूयते श्रूयते श्रूयते भवती अद्य तु बहु प्रयासं कृत्वा द्विवारम् आगतवती परन्तु भवत्याः अवसरः न लब्धः अस्तु विभाषा लीयतेः इति सूत्रम् अवगतं वा सूत्रार्थः कः एकवारं वदतु विभाष लीयते इति लिङ् श्लेषणे द्विवादिगणे अस्ति लि श्लेषणे त्रयादिगणे अपि अस्ति विकल्पेन आत्वादेशः भवति अत एव विभाषा लीयते विकल्पेन आत्वादेशः भवति कस्य स्थाने How are you? Okay. How are you, sir? Fine. Sorry, fine. Where is Priyanka? I don't see her. He gave it to me. I don't know. I don't know. स्थाने इति न उक्तम् एषः विषये इति उक्तं तदेव अस्माकं भगिनी प्रातिपदिकम् अस्ति इति कृतवान् कस्यापि गृहे बहु ध्वनिः That's why the knife is part of my house right now. It's a garage. Everything else is like अस्तु अस्तु विजयलक्ष्मी भगिनी वदतु अत्र लीयते इति इक्ष् तिपौ धातु निर्देशे इति कृत्वा लीयति इति रूपं कृदन्तम् अस्ति अतः कृदन्तविषये एचः विषये इति तदेव उक्तमस्ति यतोहि किञ्चित् इतोपि चिन्तयतु भगिनी भवत्या भवत्याः सम्यक् उत्तरं दातुं शक्नोति अस्तु तत्र ल्यपि विषये इति चिन्तयतु तत्र लीयते इत्यत्र किमपि नास्ति अस्तु लीयते इति तु केवलं तत्र सङ्केतः अस्ति द्वयोः धातोः ग्रहणार्थं ग्रहणार्थम् अस्तु ल्यप् तावदेव अस्तु अस्तु अत्र स्थगयामः वा समयः अतीतः अस्तु भगिनि धन्यवादः धन्यवादः धन्यवादः भगिनि